नमस्सर्वेभ्यः. गतवर्गे वयं गीतापठनं न व्यर्थम् इति कथां पठितवन्तः. मम चिन्तनम् अस्ति यत् तथैव संस्कृतभाषायाः अभ्यासः अपि न कदापि व्यर्थं भविष्यति. शनैः शनैः अस्माकं संस्कृतिं प्रति नयति सा भाषा. अस्तु, अद्य नूतनः विषयः स्वीक्रियते अस्माभिः, परन्तु आदौ यथा प्रकारः ध्येयमन्त्रः. विशालाक्षी भगिनी पठतु, अहम् अत्र भाजनं करिष्यामि. पठतु भगिनी, दृश्यते किल? हा, दृश्यते दृश्यते. श्रीगुरुभ्यो नमः. अन्योधनं प्रेत्यगतस्य यु वाण्ट् मी टु सिङ्ग् इट् इन् दट् अदर्स् इट् इस् नाट् वाट् ऐ वाण्ट् बग्नि इट् इस् लैक् दट् मेथमेटिक्स् अन्योधनं अन्योधनं प्रेत्यगतस्य भुङ्क्ते वयांसि चाग्निश्च शरीरधातून् द्वाभ्यामयं सह गच्छत्यमुत्र पुण्येन पापेन च वेष्ट्यमानः. अर्थं वक्तुं शक्नोति किम् अदृष्ट्वा, विदौट् सीन्? No, I remember it, but little bit only. How much ever you remember you did? Yatha Shakti. No. Yatha Shakti vadatu bhagini. Other people, wealth of other people. Not of other people, preta gatasya, no. Of the dead person. No, preta, yeah. No, you tell me, show me that, because I've forgotten. Anyah kopi, Kavita Bhagini, athava Vijay Vijay. Namaste Bhagini. When the other people enjoy the dhanam, when the dead bodies, this thing, the preta gatasya the dead bodies. Of the dead body. The dead body. Huh. And other this thing, enjoy the sharira dhatu. That fire is consumed. The sharira dhatu. Fire cha agni. Vayansi. What is Vayansi? Vayansi is elements. Vayansi. Birds. Vayamsi, birds consume the sharira body elements. Only two things go along with that is punya and papa, like a veshti, like a garment wrapped. Uttam. Wrapped in punya and papa, with good deeds and bad deeds, that dead body. धन्यवादः. तर्हि नूतनः विषयः कः इति चेत्, अद्य आत्मनेपदी इति धातूनां परिचयः क्रियते. इदानीं पर्यन्तं वयं यानि क्रियापदानि पठितवन्तः तानि सर्वाणि पदानि परस्मैपदी धातुतः उत्पन्नानि, क्षम्यताम्, अथवा उभयपदितः. एकनिमिषं, क्षम्यताम्. तर्हि इदानीं पर्यन्तं वयं यानि क्रियापदानि पठितवन्तः तानि सर्वाणि पदानि परस्मैपदी धातुतः उत्पन्नानि अथवा उभयपदितः. कः एषः आत्मनेपदी धातुः? कः परस्मैपदी धातुः? को वा उभयपदी धातुः? उत्तरं तु एवमस्ति. औपचारिकरूपेण धातुः परस्मैपदी इति कदा उच्यते चेत् यदा क्रियायाः फलम् अन्येषां कृते भवति तदा सः धातु परस्मैपदी धातु इति उच्यते. यदा क्रियायाः फलं स्वस्य कृते भवति तदा सः धातुः आत्मनेपदी इति उच्यते. यदा क्रियायाः फलं स्वस्य कृते भवितुम् अर्हति अथवा अन्येषां कृते भवितुम् अर्हति तदा उभयपदी धातु इति उच्यते. परन्तु एतत् लक्षणं तु औपचारिकरूपेण दीयते. वस्तुतः तु तत्र इतोपि संशोधनस्य आवश्यकता अस्ति. किमर्थम् इति चेत्, उदाहरणार्थं पा पाने इति धातुः परस्मैपदी धातुः, परन्तु तत्र पानस्य क्रियायाः फलं तु स्वस्य कृते भवति. एवमेव हस् हसने इति धातुः तु परस्मैपदी धातुः, परन्तु हसनस्य फलं तु स्वस्य कृते भवति न वा. इदानीं तर्हि वयं किं कुर्मः इत्युक्ते, लौकिकरूपेण आत्मनेपदी अपि च परस्मैपदी एतयोः ज्ञानं प्राप्नुमः. कथं? यत्र लट्लकारस्य एकवचनरूपस्य अन्ते ति अस्ति सः धातुः परस्मैपदी इति उच्यते. यदा अन्ते ते अस्ति सः धातुः आत्मनेपदी इति उच्यते. अवगतं किम्? विशालाक्षी भगिनी, अवगतं किम्? आं भगिनि. विशालाक्षी, धन्यवादः महोदय. विशालाक्षी भगिनी, अवगतं किं? कविता भगिनी, विजयकुमार महोदय. Yeah, I did not understand that last part, what you said. Okay, I'll repeat it in English. Okay, so today we are entering into a new subject and the matter is Atmanepadi. So far, okay, whatever we have learned, the Kriyapadam, that means the action word, the verb, they were all generated from dhatus which were parasmaipadi. Now technically speaking, what is atmanepadi and what is parasmaipadi? When the benefit of an action, okay, whenever the benefit of an action is for the self, then it is called atmanepadi, because atma, no, atmanepadi, atma, for yourself. Yeah. When the benefit of an action is for somebody else, apart from yourself, then it is called parasmaipadi. Kavita Bhagini, you Madhyatishtantra. It is for somebody else, then it is called parasmaipadi. Then there are some actions which could be done for yourself also, or it, the benefit could be for yourself also, or it could be for someone else also. At that time it is called ubhayapadi. That means it can be atmanepadi and parasmaipadi. That is the technical definition. However, there is more research that needs to go into it. Why I am saying research needs to go into it? Because Panini could not have been wrong, simply because he has written his sutranis, or he has done the vyakaranam based on a language that was already being used by the gods. Deva bhasha, Sanskrita bhasha, Deva bhasha, iti uchyate. So it cannot be wrong. However, more research needs to go into it, and maybe after learning Panini grammar completely, the entire thing, then maybe the answer will be there somewhere. But for our purposes, for the layman's purposes, what we do is, whenever the lat lakara, that means the present tense, ekavachana, prathama purushah rupaha, rupam, kshamatam, ends with te, it is atmanepadi. Where it ends with ti, it is parasmaipadi. Okay? Why we are saying that more research is required, because for example, the Pa Dhatu is drinking. Pibani. It is Parasmaipadi. Parasmaipadi. Pibati. It's ending with T, right? So it's T, yeah. Parasmaipadi. Yeah. But whom does the action benefit? Benefits. Yeah. Self, no? Self. So by the definition it should have been Atmanepadi. But it is Parasmaipadi. Similarly. Similarly, Has Dhatu. Hasati. It is Parasmaipadi. But speaking when you laugh, the benefit is for your self. Okay? So more research has to be done on that, and we have to see where it ends. But for us it is like this. इदानीम् अहं किं करिष्यामि धन्यवादः इदानीं किं करिष्यामि इति अहं क्रियापदं वदामि भवन्तः आत्मनेपदी अस्ति अथवा परस्मैपदी अस्ति वा इति वदन्तु विजय थंकी महोदय भिक्षते आत्मनेपदी पिबति परस्मैपदी त्रायन्ते आत्मनेपदी धन्यवाद धन्यवाद कविता भगिनी आम खादति परस्मैपदी खादति लभन्ते आत्मनेपदी उत्तमम् चलति परस्मैपदी विजयकुमार् महोदय खिद्यते आत्मनेपदी कूर्दन्ते आत्मनेपदी वर्धन्ते आत्मनेपदी भवति परस्मैपदी धन्यवादः विशालाक्षी भगिनी यच्छति परस्मैपदी विकसति परस्मैपदी पतति परस्मैपदी पलायन्ते आत्मनेपदी सहते आत्मनेपदी धन्यवादः इदानीं गीतासोपानस्य पञ्चचत्वारिंशत् तमं पुटं प्रति गच्छामः तत्र भ्रातृमेलनम् इति कथा अस्ति तस्याः कथायाः पठनं कुर्मः अस्तु कविता भगिनी आरम्भं करोतु भगिनी 54 अहा 45 पञ्च चत्वारिंशत् अच्छा पञ्च 45 हा आं भगिनि आं भगिनि भ्रातृमेलनं इद् सब्जेक्ट् भ्रातृमेलनं आत्मने पदीना भ्रातृमेलनम् इत्युक्ते किम् ब्रदर्स् मेलनं तत्र तत्र लिङ्गं किं भ्रातृमेलनं पदस्य लिङ्गं भ्रातृ स्त्रीलिङ्गं नैव भ्रातृमेलनं एकः एव शब्दः अच्छा एक एव गुरु दट् इस् हा पुल्लिङ्गशब्दः पुल्लिङ्ग किमर्थं वनं फलं पुष्पम् अच्छा अच्छा अच्छा हा हा नपुंसकलिङ्गः नपुंसकलिङ्गं फलं फले फलानि ल्युळन्तम् अस्ति, इट्स् अ ल्युट् प्रत्ययः, परन्तु ल्युट् प्रत्ययः तु सदैव नपुंसकलिङ्गे एव भवति. ओ आत्मनेपदीनां धातूनां परिचयः लट् लकारः. आत्मनेपदीनां धातूनां द्वितीया विभक्ति नैव, किमर्थं धातूनां किं धातूनां गुरूणां गुरूणां गुरूणां द्वितीय बहुवचनं नाम किं किं किमर्थं गुरून् द्वितीया बहुवचनं धातूनां रामाणां षष्टिविभक्ति षष्टिविभक्ति बहुवचनं षष्टिविभक्ति बहुवचनं बहुवचनं धातूनां आफ् धातु एण्ड् आत्मनेपदी धातु आफ् आत्मनेपदी धातु परिचयः लट् लकारः परिचयः लिङ्गं किम् नपुंसकलिङ्ग नैव रामः कृष्णः पुल्लिङ्गः पुल्लिङ्गः प्रथमाविभक्ति लट् लकारः अपि कीदृशपद पुंलिङ्गः अपि च प्रथमाविभक्ति आत्मनेपदीनां धातूनां परिचयः इन्ट्रोडक्षन् इन्ट्रोडक्षन् आफ् आत्मनेपदी धातु इन् लट् लकारः एतां कथाम् उच्चैः पठत् अवगच्छत् च पठत् अवगच्छत् अवगच्छत् च एतां कथां किम् अर्थति दिस् रीड् दिस् स्टोरी लौड्लि एण्ड् अवगच्छत् अवगच्छत् Understand. पठत तत्र लकारः कः लट् लकार पठत् पठति पठत् पठत् पठतः द्वितीय पठति पठतः पठत् पठतः पठत् लकारः कः लकारः कः वयं कृतवन्तः नैव पठति पठतः पठन्ति लट् लकारः विजयकुमार् महोदय वदतु पठत अवगच्छत तत्र लकारः कः पठत लट् लकार नैव नैव विशालाक्षी भगिनी वदतु लोट् लकार लोट् लकार भगिनी पठति पठतः पठन्ति पठतः अस्ति किं तत्र पठतः अस्ति किं तत्र पठत ओके ओहो पठत अवगच्छत च उच्चैः धन्यवादः कविता भगिनी उच्चैः कीदृशं पदम् उच्चैः उच्चैः क्रियते अव्ययम् एताम् एतां कथां तत्र कथां विभक्तिः कथां कथां पठां विभक्ति द्वितीया विभक्ति पठां कथां कथां पठां किमर्थं कथां कथां कथां कथां तत्र विभक्तिः का द्वितीया विभक्ति वचनं किं प्रथमवचन एकवचनम् एकवचनम् एकवचनं लिङ्गं किं लिङ्गं किं तद्वत् एतां विभक्तिः का एतां द्वितीयाविभक्ति द्वितीयाविभक्ति लिङ्गं किं लिङ्गं पुल्लिङ्गं किमर्थम् एतत् तद् इति प्रातिपदिकमस्ति परन्तु एतां कथां पुंलिङ्गे तं भवति स्त्रीलिङ्गं स्त्रीलिङ्गं द्वितीया विभक्तिः अस्तु चिन्ता नास्ति द्वौ वर्गौ न भवताम् अस्तु पाण्डवाः वनवासम् आचरन्तः बद्रिकाश्रमम् आगताः बद्रिक प्लस् आश्रमम् बद्रिकाश्रमम् पाण्डवाः तत्र कीदृशं पदं स्त्रीलिङ्गं किमर्थं भगिनि पाण्डवाः पुल्लिङ्गं बहुवचनं पाण्डवाः तत्र विभक्तिः का प्रथमा विभक्तिः पाण्डवाः वनवासं तत्र विभक्तिः का द्वितीया विभक्ति वनवासं द्वितीया विभक्ति अपि च लिङ्गं किं लिङ्गं नपुंसकलिङ्गं नैव अत्र वनं नास्ति वनवास अस्ति अर्थः भिन्नः अस्ति इट् इस् द मीनिङ्ग् इस् डिफ़्रेण्ट् बिकास् वनम् इस् फारेस्ट् एण्ड् वनवासम् इस् लिविङ्ग् इन् द फारेस्ट् So the so it is pulling it is pulling pulling vanavasam api cha vachanam kim vanavas ekavachanam ekavachanam acharantah tu shatru pratyayah shatru pratyayah means continuous tense okay shatru pratyayah is continuous tense so acharantah means they were doing vanavasam acharantah means that the dhatu why is bhratrumelanam shashti vibhakti and in the beginning when you asked no she said dhatu naam and atmanepadi naam bhratrumelanam is not shashti vibhakti it is prathama vibhakti only bhratrumelanam is the title shirshaka okay is napumsakalingam okay which one you want to agree which picture no when vanavasam and badarikashramam dvitiya vibhakti I thought she said that bhatrumelanam was shashti vibhakti good question but it is not shashti vibhakti and she also didn't say that so bhatrumelanam द्वितीय हेलो श्रूयते हेलो यु कान्ट् हियर् नो कान्ट् हियर् कान्ट् हियर् या ऐ थिङ्क् शी विल् कम् बेक् अगेन् गो एण्ड् कम् शी हेव् टु पुट् इट् आफ़् एण्ड् कम् बेक् इदानीं श्रूयते किम् आम् आं भगिनि श्रूयते इदानीं श्रूयते ओके अस्तु तर्हि भ्रातृमेलनं तु ल्युडन्तमस्ति नपुंसकलिङ्गे अस्ति ओके ओके अग्रे तर्हि आचरन्तः तु शत्रुप्रत्ययः अस्ति आ इति उपसर्गः आ उपसर्गः मीन्स् प्रीफिक्स् धातुः तु चर् अस्ति शत्रुप्रत्ययः प्रथमाविभक्तिः बहुवचनम् अस्तु आचरन्तः बदरिकाश्रमं कीदृशं पदं भगिनि बदरिकाश्रमं द्वितीया विभक्ति बद्रिका आगताः के आगताः के तु बद्रिकाश्रमम् ओवर् देर् वचनं किम् आगताः एकवचनम् एकवचनं के आगताः एकवचनं के पाण्डवाः पाण्डवाः आगताः उत्तमं कुत्र आगताः ते बद्रिका आश्रमम् आगताः उत्तमम् अग्रे पठामः द्रौपदा सहिताः ते तत्र द्रौपद्या सहिताः ते तत्र रमणीयेषु काननप्रदेशेषु विहरन्तः रमन्ते आदौ अर्थं वदतु अग्रे अलोङ्ग् वित् द्रौपदी दे रमणीयेषु काननप्रदेशु दे रोम्ड् इस् फ्रोम् द विहरन्त बट् काननप्रदेशु रामेषु इत्युक्ते किं रामेषु सप्तमी विभक्ति बहुवचनं रामेषु तथैव रमणीयेषु काननप्रदेशु सप्तमी विभक्तिः बहुवचनं अपि च वाट् इस् रमणीयेषु काननप्रदेश दट् द प्लेस् वाट् काननप्रदेश रमणीयेषु वेरि ब्यूटिफुल् अण्ड् प्लीसिङ्ग् रमणम् इस् द सेम् रमणम् नो यः रमणं बिकम्स् द ल्युडन्तं बट् ओवर् हियर् रमणीयेषु दट् मीन्स् रमणीयः वाट् कैण्ड् आफ् अ प्रदेशः रमणीयः दट् मीन्स् वन् विच् विल् मेक् यू हेपी विच् विल् मेक् यू प्लेसेण्ट् रमणीयेषु काननप्रदेशु प्रदेशेषु क्षम्यतां काननप्रदेशेषु दट् मीन्स् द प्रदेश दट् मीन्स् द प्लेस् वेर् दे वर् इन् द आश्रम् वास् काल्ड् काननप्रदेश and it was very pleasing but in that ramaniyeshu kananapradesheshu means in there so saptami vibhakti in there what were they doing viharantah there again chatru pratyah vi iti upasargah purvakah api cha hra dhatu and what is viharantah what is the meaning of chatru pratyah it means that they were roaming they were enjoying they were kind of wandering around and while wandering around what were they doing ramante they were enjoying what kind of a dhatu is this ramante what kind ramante, of padam it is it is atmanepadi atmanepadi ram dhatu द्रौपद्या विभक्तिः का लताया नद्या लतया मालया विजय थंकी कुमार महोदय तृतीया विभक्ति उत्तमं तृतीया विभक्ति द्रौपद्या सहिताः मीन्स् वित् एण्ड् वेन् देर् इस् वित् आल्वेज् विल् यूस् तृतीया सब्जेक्ट् तृतीया विभक्तिः फार् द पर्सन् वित् हूम् वि आर् गोयिङ्ग् ओके सो द्रौपद्या सहिताः यु हेव् नाट् लर्न् द प्रत्यय इट् इस् त प्रत्ययः and it makes them it continues to be a noun okay so sahitaha like agataha like आचरन्तः विहरन्तः सहितः क्षम्यता ओन्लि आगतः ओके नाट् आचरन्तः सहिताः ते ते कीदृशं पदं वदतु सहतौ ते सहतौ ते तद् तदिति प्रातिपदिकस्य बहुवचनं तत्र कीदृशं पदम् अव्यय विहरन्तः दि अदर् टु वि हेव् डन् विहरन्तः तत्र शत्रुप्रत्यय रमन्ते लकारः कः रमन्ते इति पदस्य नैव लट् लट् लकारः भगिनि लट् अच्छा रमते रमते किल रमते रमेते रमन्ते रमन्ते लट् लकारः अग्रे पठतु द्रौपदी अपि विहरति मोदते अर्थं वदतु द्रौपदी वास् आल्सो रोमिङ्ग् enjoying roaming about hai she was roaming about that is viharanti so while roaming around modate she enjoys herself this is all present tense okay nakara so you can't tell continuous tense viharanti is continuous shatru pratyah but modate is present tense so susanje draupadi modatu vibhakti hi ka prathama vibhakti प्रथमा विभक्ति अपि कीदृशं पदम् अव्ययम् विहरन्ती तु शत्रुप्रत्ययः अस्ति मोदते कीदृशं कीदृशं पदं लकारः पुरुषः प्रथमपुरुष प्रथमपुरुष धन्यवादः भगिनी धन्यवादः विजय थङ्की महोदय अग्रिमं करोतु आं भगिनि एकदा द्रौपदी वायुना आनीतम् एकं सुन्दरं पुष्पम् इक्षते आदौ अर्थं वदतु एकदा वन्स् द्रौपदी ईक्षते मीन्स् वाट् ईक्षते मीन्स् शी सीस् ईक्षते मीन्स् सीस् ईक्ष धातु दर्शने ईक्ष दर्शने वन्स् द्रौपदी सीस् वदतु वन्स् द्रौपदी सीस् अ फ्लावर् आनीतं कैरीड बाय द कैरीड बाय द विंड सो वायु ना इज बाय द विंड आनीतं इज ब्रॉट बाय द विंड व्हेन मींस इट केम टू हर इट यू नो थ्रू द विंड इट केम टू हर व्हाट काइंड ऑफ अ फ्ला सुंदरम फ्ला एकदा कीदृशं पदम एकदा अव्यय अव्ययम् द्रौपदी विभक्तिः का प्रथमा विभक्तिः वायुना विभक्तिः का वायुना श्रूयते किं मम ध्वनिः आं भगिनि वायुना विभक्तिः का गुरुणा वत् पञ्चमी तृतीया विभक्ति बाय द नो इन्स्ट्रुमेण्टेड् इट्स् इन्स्ट्रुमेण्टेड् लैक् गुरुणा ओन्लि वायु गुरु सेम् उकारान्त पुंलिङ्गशब्दः आनीतम् ओके आनीतम् ऐ विल् टेल् यू बिकास् यु हव् नाट् डन् त प्रत्ययः आनीतम् इस् आ उपसर्गपूर्वः नी धातु त प्रत्ययः आनीतं देट् मीन्स् देट् flower which was brought by the wind okay एकं सुन्दरं पुष्पं वदतु, लिङ्गं किं, विभक्तिः का, वचनं किम्? लिङ्गं नपुंसकलिङ्गं, नपुंसकलिङ्गं, वचनं किम्? एकवचनं, एकवचनं, एकं सुन्दरं पुष्पं. विभक्तिः का? प्रथमा विभक्ति. किमर्थं प्रथमा विभक्तिः? प्रथमा विभक्ति, द्वितीया विभक्ति. किमर्थं प्रथमा विभक्ति नास्ति? यतोहि तत्र कर्ता नास्ति. हू सीज़, ईक्षते, का ईक्षते? द्रौपदी ईक्षते. कम् ईक्षते अथवा किम् ईक्षते? एकं सुन्दरं पुष्पम् ईक्षते. एकं सुन्दरं तत्र विशेषणौ. अस्तु, अग्रे पठतु. ईक्षते, ईक्षते तत्र कीदृशं धातुः अस्ति अथवा कीदृशं क्रियापदमस्ति? आत्मनेपदे. आत्मनेपदे अस्ति. लकारः कः? लट् लकारः. पुरुषः कः? प्रथमपुरुषः. प्रथमपुरुषः. ओके, all these are important because only when you do this can you understand the meanings of all the shlokas or the stories that you read, because as you go forward you will be learning more of grammar. So if we don't know which is the karta, we will not know who is doing the action. If you don't know which is the karma padam, then you will not know action is being done on what or to what. That is the whole purpose of this exercise. Astu, agre padatu. Tat saugandhikam kamalam iti sa janite. Adav artham vadatu. Artham tu sarve jananti eva. It was, no, yes, it was, was, it was a kamal. Yeah, and what kind of a kamal? Lotus. What kind of a lotus? Saugandhikam means flavored. With fragrance. Fragrance. Sa janite. Sa janite ityukte kim? She knows. She knows. So she knows that it is a fragrance flower. Tat. Tat. Tat. Vibhakti hi ka? Hello. Prayatnam karo tu. तत् प्रातिपदिकं किम्? तद्. तद् दकारान्त. लिङ्गं किम्? पुल्लिङ्गं. नैव, तत् सः पुंलिङ्गं. तत् नपुंसकलिङ्गं, नपुंसकलिङ्गं कमलं, कमलम् अस्ति किल, तत् कमलम्. Yes. नपुंसकलिङ्गम् अस्ति. सौगन्धिकम् अपि नपुंसकलिङ्गं, यतोहि विशेषणम् अस्ति कमलम्. अत्र प्रथमा विभक्ति एव. कथं? सा जानीते, शी न्यू देट् इट् इस् अ फ्रेग्रेन्स् फ्लवर्. ओके, सो हियर् यु केन् टेक् इट् एस् प्रथमा विभक्ति ओन्लि, बिकास् इति इस् दे, बिकास् इति इस् दे, शी न्यू देट् it is a fragrant flower. Janite, janite tatra, janite ityukte kim? Known. Tatra kidrisham padam? Atmanepadi latlakar. Atmanepadi, atmanepadi latlakar. Purushah? Prathama purusha. प्रथमपुरुष. सा सा इत्युक्ते किं, का अस्ति सा? सोरि, सा का अस्ति? हु इस् देट् सा? द्रौपदी. द्रौपदी सा शीन्यु सा. सा इति पदस्य विभक्तिः का? प्रथमा. प्रथमा अग्रे पठतु. सा तादृशानि अधिकानि पुष्पाणि कामयते. She wants more of this, like this. उत्तमं. तत्र कामयते कीदृशं क्रियापदम्? आत्मनेपदी लट्लकार. लट्लकार पुरुष अपि वदतु, पुरुषमपि वदतु. प्रथमपुरुष. प्रथमपुरुष. तादृशानि अधिकानि पुष्पाणि, तत्र लिङ्गं किम् आदौ वदतु? नपुंसकलिङ्गं. नपुंस. वचनं किं? बहुवचनं. विभक्तिः का? किञ्चित् चिन्तयतु, अनन्तरं वदतु. विभक्तिः का? सा कामयते. कानि कामयते? तादृशानि अधिकानि पुष्पाणि कामयते. तर्हि लिङ्गं किम्? इस् इट् द सब्जेक्ट् आर् द आब्जेक्ट्? सब्जेक्ट्. नो नो, हौ केन् पुष्पाणि बि द सब्जेक्ट्? सा कामयते, शी डिज़ायर्स्. वाट् डस् शी डिज़ायर्? शी डिज़ायर्स् पुष्पाणि. इट् बिकम्स् द आब्जेक्ट्, इज़न्ट् इट्? इट् इस् द आन्सर् टु द क्वश्चन् वाट्. What does she desire? She desires Pushpani. It is the Karma Padam. Okay? It's not the Karta. Karta is Prathama Vibhakti. Karma Padam is always Dvitiya Vibhakti. So it is Dvitiya Vibhakti. Hmm? Agree. Atah sa patim bhimasenam prarthayate. Bhavan eta drashani anyani bahuni Pushpani anayatu iti. अतः सो ही रिक्वेस्टेड हिज हर सॉरी ही रिक्वेस्टेड हर हस्बैंड यू ब्रिंग मी मेनी फ्लावर्स लाइक दैट. उत्तम. उत्तमम्. इदानीं व्याकरणम्. अतः अतः कीदृशं पदम्? अतः कीदृशं पदम्? अव्ययम्. अव्ययम्. अतः अर्थः कः तस्य शब्दस्य? नौ ओर् सो. देर् फोर्. देट् इस् अर्थ. ओके, हियर् इट् मीन्स् देर् फोर्. Therefore, because she desired it, therefore, patim, sa, sa, you already, you know now. Patim, patim, vibhakti hi ka? Vibhakti, dvitiya. Dvitiya, vibhakti, lingam na prichhami. Bhima sena, vibhakti hi ka? Sen, dvitiya. Prarthayate, prarthayate. आत्मनेपदीं लट् लकारः एकवचनम्. उत्तमम्. पुरुषः? प्रथमपुरुषः. पुरुषः प्रथमपुरुषः. अस्तु. भवान् एकवचनम्. विभक्तिः का? द्वितीया विभक्ति. प्रथमा हा प्रथमाविभक्ति, प्रथमाविभक्ति यथा यथा त्वम् अस्ति न तथा त्वम् इन्स्टेड् आफ़् त्वं व्यसे भवान् अण्ड् प्रथमाविभक्तिः बिकास् भवान् भवान् लैक् यू एतादृशानि अन्यानि बहूनि पुष्पाणि लिङ्गं किम् नपुंसकलिङ्गम् नपुंसकलिङ्गं वचनं किं बहुवचनम् अत्र विभक्तिः का चिन्तयतु वदतु भगिनि प्रयत्नं करोतु महोदय द्वितीया हा द्वितीया विभक्ति उत्तमं द्वितीया विभक्ति अस्ति यतोहि कर्मपदमस्ति तत्र आनयतु करोतु पश्यन्तु लकारः कः लोट् लकारः उत्तमं पुरुषः कः प्रथमपुरुषः प्रथमपुरुषः धन्यवादः महोदय अस्तु अग्रे अग्रे विजयकुमार महोदय आं भगिनि भीमसेनः गदापाणिः सनः प्रतिष्ठते भीमसेन गदापाणि भीमा टुक् हिस् गदा सन् प्रतिष्ठते मीन्स् हा नो नो नो नो प्रतिष्ठते मीन्स् हि स्टार्टेड् औट् हि डिपार्टेड् ओके प्रतिष्ठते हि स्टार्टेड् औट् भीमसेनः गदापाणिः सन् ओवर् हियर् नौ संस्कृतम् इट् इस् अ लिटल् बिट् डिफिकल्ट् टु ट्रान्स्लेट् दिस् बट् सन् मीन्स् बिकमिङ्ग् सन् इस् बिकमिङ्ग् सो भीमसेनः बिकमिङ्ग् अ पर्सन् हूस् हेण्ड् हूस् होल्डिङ्ग् अ गदा इन् हिस् हेण्ड् हि स्टार्टेड् okay so become means basically he got ready with his gada and in his hand so gada pani hi means one who has a mace in his hand okay so gada pani hi san pratishthate pratishthate ki drisham padam atmanepadi atmanepadi tatra pra iti upasarga that means it is a prefix pra and tha is the dhatu जनरलि स्था धातु परस्मैपदी परन्तु यदा तत्र उपसर्गेण सह तत् योजयति तदा प्रतिष्ठते आत्मनेपदी भविष्यति सन् सन् शत्रुप्रत्ययः बिकमिङ्ग् ओके अस् धातुः ओके भीमसेनः विभक्ति प्रथमाविभक्ति एकवचनम् अस्तु अग्रे तां प्राणीनां क्षम्यतां तत्र तां मास्तु ताम् इस् अ मिस्प्रिण्ट् ताम् इस् अ मिस्प्रिण्ट् ओवर् देर् डोण्ट् रीड् ताम् बिकास् दे केनाट् बि टु टु दिस् वन् सो देन् वाट् इस् दिस् ताम् इस् वाट् शुड् ऐ रीड् नो ताम् इस् नाट् देर् इट् शुड् नाट् बि देर् एट् आल् डोण्ट् रीड् इट् ओके ओके प्राणिनः तं कुतूहलेन ओके ओके ओके प्राणिनः तं कुतूहलेन निरीक्ष्यन्ते निरीक्षन्ते प्राणिनैस् बर्ड्स् animals birds creatures, animals all because they are living creatures. In a forest right ha creatures you can creatures tam kutahalena he supervise no nirikshante praninah tam kutuhalena nirikshante actually staring at him they are staring what, at him they are staring at Bhimsena because staring. निरीक्षन्ते दे स्टेर् दे ओब्सर्व् दे पर्सी सो निरीक्षन्ते मीन्स् दे एक्चुलि आर् लुकिङ्ग् स्टेर् बिकास् ही इस् कम् टु द फारेस्ट् And for these okay. animals, this kind of a person is new for them. Okay. So they are staring at whom? Tam. Vibhakti hi ka. Tam. Dvitiya vibhakti. Dvitiya vibhakti. Vachanam. Ekavachanam. Ekavachanam. Lingam. Pullinga. Pomlingam. Uttamam. Praninaha. Praninaha. Tatra vibhakti hi ka. Pratama vibhakti. Ekavachanam. Uttamam. Vachanam. नैव बहुवचनम् अस्ति तं कुतूहलेन क्यूरियोसिटि एकवचनं उत्तमं सो दे वर् स्टेरिङ्ग् एट् हिम् निरीक्षन्ते तु क्रियापदमस्ति अग्रे पठतु अग्रे गतः भीमसेनः कदलीवनम् आलोकते अग्रे गत वै गोयिङ्ग् भीम सीत कदलीवनम् उत्तमम् So while going, Agre Gataha means one, the Bhima who has gone ahead, okay? It's like an adjective over there, okay? Gataha Bhima Senaha, one who has gone, okay? And Alokate means? Alokate. You have already told the meaning. Alokate. Okay. उक्तवान् किल सो आलोकते तत्र कीदृशं पदम् आत्मनेपदि क्रियापदं कदलीवनं कीदृशं पदं द्वितीयाविभक्ति उत्तमम् एकवचनं नपुंसक उत्तमं भीमसेनः तत्र विभक्तिः का प्रथमा विभक्ति एकवचनम् उत्तमं पुंलिङ्ग तथैव गतः अपि बिकास् गतः इस् द एडजेक्टिव् टु भीमसेनः प्रथमा विभक्तिः एकवचनं पुंलिङ्ग अस्तु अग्रे तत्र हनुमान् निद्रावशगः आसीत् हनुमान् वास् इन् निद्रा यस् उत्तमम् इदानीं व्याकरणं तत्र कीदृशं पदम् तत्रैस् अव्ययम् हनुमान् विभक्तिः का प्रथमा विभक्ति एकवचनम् उत्तमं निद्रावशगः निद्रावशगः प्रथमा विभक्ति एकवचनम् उत्तमं किमर्थं यतोहि तत् विशेषणमस्ति सो हि वाज़् डीप् निद्रावशगः दट् मीन्स् हि वाज़् इन् द इन्फ्लुएन्स् आफ् स्लीप् दट्स् सच् अ लव्ली वर्ड् ओके डीप् स्लीप् आसीत् क्रियापदम् अस्तु आसीत् क्रियापदम् आसीत् क्रियापदम् अत्र लकारः कः चिन्तयतु आसीत् लकारः कः आङ्ग्लभाषायां वदतु आसीत् टु गो आसीत् नो कण्टिन्यूस् लङ् लङ् लङ्लकार अस्ति पास्ट् टेन्स् हि वाज़् इन् अ स्टेट् आफ् स्लीप् हनुमान् निद्रावशगः आसीत् अस्तु अग्रे सः स्वर्गद्वारम् आवृत्य शेते स्म सः स्वर्गद्वारम् आसीत् आवृत्य शेते स्म He see the heaven. Okay. Heaven. the door of the heaven he was covering and sleeping. Shetesma, okay. And sleep. He sleeps by covering the door of the heaven. Svargadwaram. Okay. Svargadwaram. Okay. Is so he actually, Bhimsena has actually gone through there. Okay. Okay. Okay. Shetesma. Shetesma is, Shete ityukte sleeping. Shete. We already said Nidrava. Okay. Nidravashagaha, okay. We have already. He was in deep sleep and he was okay. Sleeping. Covering, avritya is a lyap pratyaya. Okay. Okay, lyap pratyaya, svarga dwaram, okay. The door of the heaven. Okay. Saha, kidrisham padam, tatra vibhakti ka, saha. Saha is pratama vibhakti, pullinga. Pratipat, pullinga. Tad shabda. Uttamam. Svarga dwaram, vibhakti ka. द्वितीया विभक्ति एकवचनम् एकवचनं द्वारः अस्ति पुंलिङ्गः अस्ति शेते स्म स्म इस् हि यूस् टु स्लीप् एक्चुलि हि यूस् टु स्लीप् वि से देट् वेन् यु पुट् स्म शेते कीदृशं पदं शेते कीदृशं पदम् आत्मनेपदे आत्मनेपदी अस्ति सो हि स्लीप् अग्रे पठतु भीमसेनः तस्य समीपं गत्वा सिंहनादं कुरुते भीमा वेण्ट् नियर् एण्ड् नियर् हनुमान् एण्ड् टेक् द सिट् नियर् द नियर् हिम् नो सिंहनादं कुरुते मीन्स् हि रोर्स् लैक् अ लायन् ओके हि रोर्स् लैक् अ लायन् टु वेक् हिम् अप् आई सपोज् ओके सिंहनादम् इत्युक्ते Simha oh, I thought Simhasana means sitting. No. Okay. Simha Nadam. Nadam asti kila tatra. Nadam means okay. Sound. Simha Nadam okay. Means sound like a lion. Oh. Okay. Kurute. Kurute. Kurute. Kidrisham padam? Atmane pade. Atmane padi kriya padam. Purushaha kaha? एकवचनं प्रथमा विभक्ति विभक्ति नास्ति पुरुषः लकारः कः लट् लकारः लट् लकारस्य एव विषयः अस्ति किल लट् लकारः लट् लकारः तस्य इति पदस्य विभक्तिः का तस्य कोऽपि साहाय्यं करोतु नो नो नाट् अव्य इस् तस्य इस् तस्य षष्ठी पुल्लिङ्गष्टि षष्टिलिङ्गष्टी धन्यवादः तस्य इत्युक्ते कस्य समीपं हनुमान् तस्य समीपं गत्वा कीदृशं पदं उत्तमं त्वा प्रत्यय सो आफ्टर् गोयिङ्ग् सिंहनादं कुरुते अस्तु अग्रे पठतु तदा हनुमान् लोचने ईषित उन्मूल्य स्मयते तदा हनुमान् लोचने ईषत् लोचने ईषद् उन्मील्य स्मयते वदतु अर्थम् At that time, Hanuman, his eyes, slightly, Ishat means slightly, he opens light. Like that, Unmilya, Unmilya, okay. Opening, okay. After opening, he smiles, Mayate means okay. Smiles, okay. Mayate means smiles, so Tada Hanuman, okay. Lochane, Ishat, Unmilya, Smayate, Smayate ki drisham okay. Padam? मैते आत्मनेपदे आत्मनेपदे अपि च लकारः कः वाट् वाट् लकारः कः लट् लकारः अपि च प्रथमपुरुषः अस्तु तदा तदा कीदृशं पदं तदा इस् अव्यय अव्ययम् अव्ययं हनुमान् तु उक्तवान् एव लोचने लोचने वचनं किं लोचने द्वितीया विभक्ति न सम्यक् अस्ति सम्यक् अस्ति सम्यक् अस्ति द्वितीया विभक्तिः तु द्वितीया एव अस्ति वचनं किम् एकवचनं नेत्रे नेत्राणि नै द्विभक्ति तदर्थम् अहं पृष्टवती लोचने द्विवचनम् अस्ति यतोहि नो नो लोचनं लोचने लोचनानि दट् नेत्रं नेत्रे नेत्राणि लैक् दट् द्वितीया विभक्ति अपि द्विवचनम् अस्ति बिकास् हि ओपन्ड् बोत् द ऐस् बोत् द ऐस् ईषद् ईषद् अण्ड् उन्मील्य अबोत् अव्ययम् अग्रे ततः भाषते च हि स्पीक् देन् किमर्थं सुखसुप्तं मां प्रबोधयसि देन् प्रबोधयसि मीन्स् टु रे टु रेस् टु वेक् अप् टु वेक् अप् टु वेक् अप् टु वेक् अप् किमर्थं सुप्त सुखसुप्तं मां प्रबोधयसि Why are you waking me up? Which kind of mom? Who, how, okay. how am I? I am okay. sleeping. Sukha suptam. Sukha suptam mom. Prabodhayasi. Kimartham. Kimartham tu? Kidrisham padam vadatu, Mahode? Kimartham. Avyayam. Avyayam. Avyayam. Okay. Okay. Sukha suptam mom. Tatra? द्वितीया विभक्तिः अस्ति मां तु अस्मद् अस्मद् दकारान्त त्रिलिङ्गक प्रातिपदिकस्य द्वितीया विभक्तिः प्रबोधयसि इदानीं कीदृशं पदं वदतु प्रबोधयसि पश्यामः कः वदति नैव नैव महोदय प्रबोधयसि तु कीदृशं पदं कोऽपि कोऽपि कोऽपि क्रियापदं क्रियापदम् अपि च तत्र महोदय पुरुषः कः प्रबोधयसि बहुवचनं नैव नैव एकवचनं एकवचनं पुरुषः कः मध्यमपुरुषः मध्यमपुरुषः अस्ति यतोहि तत्र त्वम् अस्ति किल त्वम् अस्ति सो वेन् यु यूस् त्वं यु हेव् टु यूस् द मध्यमपुरुषः किमर्थं सुखसुप्तं मां प्रबोधयसि त्वं कः हु आर् यु त्वं कः त्वं महोदय त्वम् इति पदस्य विभक्तिः वदतु त्वं एक प्रथमा विभक्ति उत्तमं प्रथमा विभक्ति अस्तु कः अपि प्रथमा विभक्ति किम् इति प्रातिपदिकम् अग्रे पठतु किमर्थम् आगतः वेर् अर्थं वदतु किमर्थं कुत्र अस्ति किं तत्र कुत्र आगतः इति अस्ति किं किमर्थम् आगतः वाय् हेव् यु कम् ओके वाय् ओके द कम् इस् करेक्ट् बट् वाय् हेव् यु कम् किमर्थम् आगतः ओके आगतः तु त प्रत्ययः अस्ति आ इति उपसर्गः पूर्वकः गम् इति धातुः त प्रत्ययः किमर्थम् आगतः वाय् हेव् यु कम् अग्रे एषः देवलोकस्य मार्गं वर्तते मार्गः वर्तते दट् देवलोक इस् हेवन् दिस् हेवन् दिस् इस् known as devaloka that is this is known as heaven known kutra asti tatra this is the path this is the path of the devaloka okay this is the path that means it is the way to devaloka okay marga is the path okay ha marga is the path so this is the path of the devaloka devalokasya tatra vibhakti hi ka devalokasya षष्टिविभक्ति उत्तमं षष्टिविभक्ति एषः तत्र एष हि प्रथमा विभक्ति पुल्लिङ्गशब्द एतत् एतत् उत्तमम् एतद् दकारान्त उत्तमम् एवमेव मार्गः वर्तते वर्तते कीदृशपदम् आत्मनेपदे उत्तमं सो एषः देवलोकस्य मार्गः अग्रे अत्र मनुष्याणां प्रवेशाय अनुमति न विद्यते देर् इस् नो एण्ट्रन्स् इति सोरि इति विद्यते इति देर् इस् नो एण्ट्रन्स् फार् दि ह्यूमन् बीङ्ग्स् अर्थं तु सर्वे वदन्ति इदानीं व्याकरणम् अत्र कीदृशं पदम् अत्र मनुष्याणां विभक्तिः का मनुष्याणां तृतीया विभक्ति किमर्थं तृतीया विभक्ति मनुष्याणां द्वितीया विभक्ति एकवचनं नैव कोऽपि वदतु शिशरास्ति भगिनी विजयसङ्की महोदय कविता भगिनी शीघ्रम् ओ षष्टिविभक्ति षष्टिविभक्ति बहुवचनम् आफ् द ह्यूमन् बीङ्ग्स् प्रवेशाय रामाय गणेशाय विभक्तिः का चतुर्थीविभक्ति एकवचनं चतुर्थीविभक्ति अनुमतिः कीदृशं पदम् अनुमतिः एकवचनम् एकवचनं विभक्तिः का प्रथमा विभक्ति लिङ्गं किं पुल्लिङ्गश नैव स्त्रीलिङ्गे अस्ति अनुमतिः पतिः वत् ओके ओके ओके इकारान्त मतिः ओहो तत्र स्त्रीलिङ्गे अस्ति न विद्यते विद्यते कीदृशं पदम् आत्मनेपदे आत्मनेपदे अस्तु तत्र अत्र मनुष्याणां प्रवेशाय अनुमतिः न विद्यते धन्यवादः विशालाक्षी भगिनी पठतु विशालाक्षी भगिनी तदा भीमसेनः ब्रूते अहं कुन्तीपुत्रः भीमसेनः एतेन मार्गेण गन्तुम् इच्छामि त्वम् उत्तिष्ठ मार्गं प्रयच्छ इति So, Bhimsen tells, I am Kunti Putra, Bhimsena, I want to go through this path, you please get up. Margam prayachha iti, make way. Make way. Give me, yachha is me, give me the path. Yeah, path. इदानीं व्याकरणं प्रति गच्छेम तदा कीदृशं पदं तदा इद् अव्यय तदा इद् अव्यय भीमसेनः इस् प्रथम विभक्ति and pulling Brute is it is a verb. Kriya padam asti api cha kriya padam idrisham parasmapadi asti va atmanepadi lakarah kah lakarah kah it is lat lakara lat lakara purushah kah purushah kah prathama purusha प्रथमपुरुष ब्रूते इदानीम् अहम् अहम् मीन्स् ऐ विभक्तिः का विभक्ति ऐ डोण्ट् रिमेम्बर् नौ कर्तापदं प्रथमा विभक्तिः अहम् ऐ इट् इस् अ फस्ट् केस् कर्ता अस्ति किल All kartas are all kartas are prathama vibhakti because they are the subject. Kunti putraha bhimasenah Kunti putraha bhimasenah both are prathama vibhakti and pullinga ekavachanam uttam agre etena margena gantum icchami इच्छामि इस् इट् इस् दिस् थिङ्ग् वर्ब् क्रियापदं कीदृशं क्रियापदम् आत्मनेपदी अस्ति वा परस्मैपदी अस्ति वा आत्मनेपदी न आत्मनेपदी कथं ते अस्ति किम् अन्ते इच्छामि परस्मैपदी ओके परस्मैपदी गन्तुं कीदृशं पदं गन्तुं नो ऐ डोण्ट् हेव् एनी ऐडिया कोऽपि साहाय्यं करोतु विजय थङ्की महोदय विजयकुमार महोदय कविता भगिनी गन्तुं कीदृशं पदं नैव कोऽपि विजय तङ्की महोदय साहाय्यं कर्तुम् इच्छति किम् कविता भगिनी विजयकुमार महोदय तुमुन् प्रत्ययः गन्तुम् इन् आर्डर् टु डू इन् आर्डर् टु गो गन्तुम् इच्छामि ऐ वुड् लैक् टु गो इन् आर्डर् टु गो ऐ लैक् सो गन्तुं तुमुन् प्रत्ययः एतेन मार्गेण विभक्तिः का विभक्ति न ऐ डोण्ट् हेव् एनी ऐडिया कोऽपि कविता भगिनी विजयथङ्की महोदय विजयकुमार महोदय साहाय्यं कुर्वन्तु तृतीया एतेन मार्गेण तृतीया विभक्ति उत्तमं तृतीया विभक्तिः पुंलिङ्गे अस्ति एतेन तु धन्यवादः महोदय एतद् दकारान्त पुंलिङ्ग प्रातिपदिकमस्ति मार्गेण अपि पुंलिङ्गे त्वम् उत्तिष्ठ वदतु लकारः कः लट् लकारः नैव लोट् लकारः यथा पठत लोट् लकारः इट् इस् द रिक्वेस्ट् इट् इस् एन् आर्डर् यु गेट् अप् सो वेन् इट् इस् एन् आर्डर् वेन् इट् इस् एन् आर्डर् इट् इस् लट् लकारः न लोट् लकारः लोट् लकारः लट् लकारः इस् प्रेसेण्ट् टेन्स् ओके उत्तिष्ठ यु गेट् अप् इट् इस् एन् आर्डर् इट् इस् अ रिक्वेस्ट् त्वं युष्मत्पदस्य विभक्ति विभक्ति प्रथमा विभक्ति एकवचनं लिङ्गं किं भगिनि लिङ्गं किं लिङ्गं कोऽपि साहाय्यं कुर्वन्तु पुल्लिङ्ग नपुंसकलिङ्गं यु यु you get up. So you is what lingam? You. You is trilingakam. It can be either trilingakam asti. Trilingakam asti. You doesn't have any lingam. It can be either napumsakalingam or pumlingam or strilingam. So therefore it is called trilingakam. Margam prayachha. Again it is an order. So prayachha lakaraha kaha? Lot lakaraha then. Lot lakaraha. Prayachha. Margam. Margam. Tatra margam. Margam. Vibhakti ka? Dvitiya. Dvitiya vibhakti. Dvitiya vibhakti. Uttama. Iti. Agre patati. Hanuman vadati. Aham vyadhi pidita. पीडितः अस्मि अहं व्याधिपीडितः अस्मि अतः उत्थातुं मम शक्तिः न विद्यते यदि त्वया अवश्यं गन्तव्यं तर्हि मां लङ्घयित्वा गच्छ इति सो हनुमान् सेड् ऐ एम् नाट् वेल् So if you wish to go, ataha uttantu mama shaktihi na vidyate. I do not have strength. Yadi tva avashyam gantavyam. If you wish to, if you need to go, then you just cross me and go. Iti. Uttamam. Cross over me. Sarve jananti. Yeah. हनुमान् वदति वदति कीदृशं पदं वदति क्रियापदं क्रियापदम् आत्मनेपदी अस्ति वा परस्मैपदी अस्ति वा इद परस्मैपदी परस्मैपदी या उत्तमं अहं हनु विभक्तिः प्रथमविभक्ति वचनं प्रथमवि एकवचनं लिङ्गं लिङ्गम् इस् पुल्लिङ्गं नैव नैव पुंलिङ्गं हनुमान् हनुमान् वदति इति तदर्थं पुंलिङ्गम् अन्यथा तु अहं त्रिलिङ्गकम् अस्ति ऐ हौ केन् यु मेक् औट् द जेण्डर् वित् ऐ बट् हियर् इट् इस् हनुमान् It is Hanuman, but we are now doing the grammar portion. The meaning you have already told, okay? Yeah. So, aham, aham, okay, unless you know who's standing in front of you, you will never know the lingam. So, you have to say the lingakam. You cannot say lingam is umlingam, because here you are doing the parts of speech. Okay. And in Sanskritam, the word has the lingam, not the person. Okay. Vyadhi pidita. Trilingaka. Uttama. Trilingaka. Trilingaka. Okay. Trilingaka. Trilingaka. Okay. Vyadhi pidita. Tatra vibhakti ka? It is prathama vibhakti. Uttamam. Asmi. Kidrisham padam. It is avyaya. Naiva. अहम् अस्मि अहं ब्रह्मास्मि किं तत्र अस्मि इट् इस् द क्रियापदम् अस् धातुः ऐ एम् वट् इस् एम् एम् इस् द वर्ब् अस्मि इस् द क्रियापदम् अस् धातु उत्तमपुरुषः एकवचनं ओके अतः इत्युक्ते किं दट् इस् अव्ययः अव्ययः अव्ययम् अव्ययम् एण्ड् What is the meaning? Artha kah? Atah. Therefore. Therefore. Uttantum. Uttatum. Gantum. Patitum. Uttatum. Kidrisham padam? Tumun pratyaya. Tumun pratyaya. All tumun pratyaya means in order to get up. In order to get up. In order to do. Gantum. In order to go, I desire. So like that only, in order to get up. Mamma shakti hi na vidyate. मम शक्तिः न विद्यते. विद्यते कीदृशं पदं शीघ्रं वदतु. विद्यते आत्मनेपदी, आत्मनेपदी क्रियापदं, क्रियापदं. पुरुषः कः? पुरुषः कः? पुरुषः प्रथमपुरुषः, प्रथमपुरुषः लट्लकारः. मम, मम इति शब्दस्य विभक्तिः का? मम विभक्ति इस् प्रथमा. नैव, अहं प्रथमा. मै, तृतीया. वै, मम, ऐ, मै, षष्ठी, षष्ठी, षष्ठी. सो ऐ डोण्ट् हेव् एनी. षष्ठी विभक्ति, षष्ठी विभक्ति. माय् शक्तिः डस् नाट् एक्सिस्ट्. शक्तिः तु स्त्रीलिङ्गे अस्ति, प्रथमा विभक्तिः एकवचनं. यदि कीदृशं पदं? यदि, यदि इफ् दट् इस् अव्यय, अव्ययं. त्वया, त्वया इत्यस्य विभक्तिः का? त्वया, त्वया षष्ठी. नैव, नैव, नैव, नैव. सविता भगिनी, विजयकुमार महोदय, विजयथङ्की महोदय, साहाय्यं कुर्वन्तु. कोऽपि साहाय्यं करोतु, करोतु. त्वया चतुर्थी अवाट्? नैव, तृतीया. तृतीया विभक्ति, तृतीया विभक्ति. हौ डस् युष्मत् इति पदस्य विभक्ति? इट् बिकम्स् तृतीया विभक्ति इस् बिकास् इट्स् अ गुड् क्वश्चन् बिकास् you are wondering why it is tritiya vibhakti. It's not instrumental, this is in passive tense. Tvaya avashyam gantavyam, when you use gantavyam, there is some there's some sound, isn't it? Tatra no nati nati mihi dhvani shruyate. So tvaya is tritiya. By you, if it is wished to go definitely, then you cross me and go. So this it is difficult to know because it is passive tense, and tvaya is tritiya vibhakti. In passive tense it is the subject which is in tritiya vibhakti, and the object is in prathama vibhakti. So avashyam gantavyam is prathama vibhakti. Okay, tarhi avyayam mam dvitiya vibhaktihi अस्मद् इति पदस्य, अस्मद् इति प्रातिपदिकस्य. लङ्घयित्वा कीदृशं पदं वदतु? गत्वा, कृत्वा, पठित्वा, गच्छ कीदृशं पदं? गच्छ, गच्छ इस् क्रियापदं. हा, क्रियापदम्. एण्ड् लकारः इस् आर्डरिङ्ग् हिम् टु गो. या, सो लट् लकारः. Uh-huh, lot lakkaraha. Because he is ordering him to go. He is telling him, go. If you want to go, you cross me and go. Yeah, lot lakkaraha. Lot lakkaraha. Yeah, yeah, correct. Lot lakkaraha. Lot lakkaraha. Okay. Agre pathatu. Iti. Tada bhima senaha vadati. Paramatma deham vyapya avatishthate iti aham jane. Tava langhanena tasya avamananam कर्तुं न उत्सहे. अन्यथा हनुमान् सागरम् इव त्वां लङ्घयित्वा गच्छेयम् इति. सो दट् टैम्स् भीमसेन सेड् गाड् हेज् देहं व्याप्य अवतिष्ठते इति अहं जाने. व्याप् अवतिष्ठते मीन्स् इ स्टाण्ड् देयर्, इ इस् देयर्. सो परमात्मा देहं व्याप्य, दट् इस् देयर्. गाड्, हा, गाड् एन्वलोप्. व्याप्य इस् ओम्निप्रेजेंट, इस् टु बी प्रेजेंट एव्रीवेयर. सो परमात्मा देहं व्याप्य, हि इस् प्रेजेंट आल् ओवर् द बाडी. या, हि स्टाण्ड्. सो ऐ डिड् नाट् विश् अवतिष्ठति. या, हा, ऐ नो दट्, ऐ नो दट्. By crossing you, tava langhanena, by crossing you, tasya, that means, I don't Paramatmas, I do not wish to insult him. I do not wish to insult him. अन्यथा अदर्वैस् हनुमान् सागरम् इव जस्ट् एस् हनुमान् क्रास्ड् द ओशन् लैक् देट् ओन्ली ऐ वुड् हेव् क्रास्ड् यू एण्ड् क्रास्ड् ओवर् यू क्रास्ड् ओवर् यू एण्ड् वी विल् डू दिस् अगेन् वी विल् डू दिस् लास्ट् लैन् अगेन् बिकास् इट् इस् नियरिङ्ग् टैम् अहं समयः गतः अहं न तत् अग्रे कर्तुम् इच्छामि अस्तु तर्हि शान्तिमन्त्रं भवती एव पठतु अहमत्र स्थापयिष्यामि पठतु भगिनि सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः हरिः ॐ श्रीकृष्णार्पणमस्तु अनेके धन्यवादाः पुनर्मिलामः धन्यवादः धन्यवादः भगिनि पुनर्मिलामः धन्यवादः Thank you.